वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्ताव् अचेतनौ शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरे पुरः तस्याः युवत्याः अग्रे वृद्धौ द्वौ पतितौ आस्ताम् तयोरग्रे तौ तु निःश्वसन्तौ अचेतनौ अचेतनौ वास्तां तौ निःश्वासं कुर्वन्तौ आस्तां शुश्रूषन्ति प्रबोधन्ति रुदती च तयोः पुरः तेषां सेवां कुर्वती तान् तेषां न तयोः सेवां कुर्वती तथा तयोः प्रबोधनं यतमाना रुदती च तयोः पुरः सा उपविष्टा